नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अधादिगणे हलन्तदातवः इति प्रवर्तमानः अस्ति, तत्र धकारान्त अद् धातुः, तस्मात् अद्य कुर्मः। महोदय, लट् रूपं किल, तत्र अद् इति अत्र अङ्गकार्यम् इत्युक्ते तत्र अङ्गकार्यम् इति किमपि नास्ति, तत्र ह्रस्व अकारः उपादायम् अस्ति, अतः अङ्गकार्यं नास्ति, सन्धिकार्यं, केवलं सन्धिकार्यं खरीच इत्यस्य एकमेव विशिष्टसूत्रम् अधः सर्वेषाम् इति अडागमः भवति। समीचीनम्। आम्, लट् रूपं वदतु महोदय। लट् रूपम् अद्योगति अस्ति, अद्योगति अत्र खरीच इत्यनेन दकारस्य तकारः भवति, अत्ति इति तः अद्योगतः, तत्र तत्रापि खरीच इति सूत्रस्य प्रसक्तिः अत्तः इति, अद्योग अन्ति अत्र खरीच इति सूत्रस्य प्रसक्तिः नास्ति, अतः अद केवलं वर्णमेलनम् अदन्ति इति, अद्योग सि अत्रापि खरीचेति सूत्रस्य प्रसक्तिः अस्ति, अत् सि इति भवति, अद्योगतः अत्रापि खरीचेति सूत्रस्य प्रसक्तिः अत्तः इति, अत्त इति बहुवचने, अद् योग मि अत्र वर्णमेलनमेव, खरीचेति सूत्रप्रसक्तिः नास्ति, यतोहि तत्र मकारः अस्ति, कर्वणः नास्ति, अथवा अद्मि तथैव अद्वः अद्मः इति रूपाणि सामान्य। अद् इत्युक्ते भक्षणे इति अर्थः, भक्षणे अस्ति, अस्ति, अद्मि अद्वः अद्मः। समीचीनं महोदय। भगिनी लोट् वदति वा? अद्योगः तु अर्थात् अद्योगः तु अङ्गकार्यं किमपि नास्ति, अत् प्लस् तु खरिच इति सूत्रेण अत्तु इति रूपं भवति, अत् प्लस् तात् अत् इति, अनन्तरम् अत् अत् प्लस् ताम् अपि खरिच इति सूत्रेण अत्ता, अत् प्लस् अन्तु कोऽपि न कारणस्य अदन्तु, अत् प्लस् हि हूजल्भ्योः हूजल्भ्योः हे हे धिः इति सूत्रेण हकारस्य स्थाने हि स्थाने धि इति आगच्छति, अनन्तरं करिच इति सूत्रेण अद्धि इति रूपं भवति, नास्ति भगिनि, जलाम् अद् अद्योगः हि, ओके, नास्ति, परन्तु करि करि इति भगिनि नास्ति नास्ति, रूपम् अद्धि अद्धिय इति भवति भगिनि, तकारः नास्ति, तकारः अस्ति अद्धि, द्वितीयरूपम् अत्तात्, अनन्तरम् अद्योगः तं खरिच इत्यनेन अत्तम् इति भवति, तं ता अद्योगः ता अत्त, अनन्तरम् अद्योगः आनि अदानि, अद्योगः आव अदाव, अद्योगः आम अदाम इति रूपाणि। तावदेव अत्र, केवलं तत्र जलां झष् झषि प्रायः तस्य प्रसक्तिः किमपि परिवर्तनं न भवति, परन्तु अवसरः अस्ति इति कृत्वा तस्य प्रसक्तिः अद्धि इत्यत्र, तावदेव। नमस्ते भगिनि, उषा अस्मि. नमस्ते. लङ् वदति वा भगिनि? अद् धातुः मी भगिनि. आम्, अद् इति दकारान्त अद् धातुः, अद् भक्षणे इति, तत्र लङ् रूपम्. प्राप्तं वा उषा भगिनि? आं भगिनि, वदति वा. आद् सो अद् अद् धातु, अद् योगः तकारः, अद् योगः तु वटस्य आडजातीनां आटश्च इत्यनेन वृद्धिरादेशः भवति. अद् आद् भवति, आद् योगः तकारः, अधः सर्वेषाम् इत्यनेन अट् आगमः भवति. आदियोगः अट् योगः तकारः अनुबन्धलोपे, आद् योगः तकारः लोपः भवति. आदियोगः अकारः योगः तकारः आदत् भवति. हल् प्रायेण हल् दा हलन्तदातु हल्न्याभ्योस् दीर्घा सुतिस्य पृक्तं हल् इत्यनेन तकारः लोपः भवति. अद् अधः सर्वेषाम् इत्यनेन अड् आगमः भविष्यति. सो आदियोगः तकारः आदत् भवति. तकारः आदत् वा आदत् वा दीर्घं दीर्घं वा आदत् आदत् देन् आद् योगः ताम्, आद् योगः ताम् what would be that ad dakaraha tam so ad yogaha tam would be ad dam, that's it. Karicha. Okay, so ad dakaraha takaraha bhavati, ad tak ad at tam at tam ad tam at tam and then tu tam ann ad yogah anna varna melanam eva ad yogah ann adan bhavati. Sakarah ad yogah sakarah madhyama purusha ekavachanam, ad yogah sakarah adah sarvesham ityanena adagamah bhavishyati. Ad yogah at yogah sakarah takara lopa anantaram, ad yogah a yogah sakarah आद् आद् योगः अयोगः सकारः आदः भविष्य आदः भवति. करवसानियो विसर्जनीयः, सकारः विसर्जनीयः भवति, आदः भवति. तु तामन् सु तं तम् आद् योगः तं करिच इत्यनेन दकारः तकारः भवति. आत् योगः तम् आत्तम् आतं भवति. तु तामन् सु तं त आदियोगः तकारः, आदियोगः त आदियोगः त करीच इत्यनेन आद् त आद् त देन् तु तामन् स्तं त अम् आद् योगः अम् आदं भवति. देन् अम् व आदियोगः वकारः वर्णमेलनमेव आद्वः आद्मः आद्व आत्म लङ् किल तामनस्तं अं व विसर्ग न भवति. आं भगिनि, आद्व आद्म सम्यक्. तावदेव, तत्र केवलम् एकमेव कार्यम् अधः सर्वेषाम् इति. तत्र अपृक्तसंज्ञकप्रत्ययस्य अडागमः, प्रत्ययस्य अडागमः भवति. समीचीनं, धन्यवादः. सम्यक्, धन्यवादः. विजया भगिनी विधिलिङ्गि वदति वा? अद् इति दकारान्तदातुः, तत्र कुत्रापि नास्ति भगिनि. नमस्कारः भगिनि, प्रथमं तत्र कुत्रापि एतत् भवत्याः ईमेल् नास्ति. अहं पूर्वतनवर्गे एव आगमिष्यतुम् अहं मम. ओ एवं वा, नास्ति चेत् आं वदतु. अद् धातुः, दकारान्तधातुः विधिलिङ्गरूपम्. प्रथमम् एतत् अद्यात् अद्यात् अद् योगः यात् तत्र एतत् प्रथमरूपम् अद् इति अस्ति. अनन्तरं तत्र किमपि तत्र कार्यं नास्ति खलु भगिनि, तत्र यात् एव यात् यातां युः, अतः तत्र अद्यात् अद्यातां अद्युः अद्याः अद्यातम् अद्यात अद्याम् अद्याव अद्याम इति रूपं निष्पन्नं तत्र संयोजनं तावदेव. आम् तत्र केवलं करीच इत्यस्य अवसरः अन्यत्र अस्ति, अत्र तु नास्ति. कर्वर्णः नास्ति इति कृत्वा किमपि कार्यं नास्ति, केवलं वर्णमेलनं. समीचीनं, धन्यवादः. अत्र किम्? आं भगिनी, भवती एव विजया भगिनी, दकारान्त विद् धातुः पठतु. दकारान्त विद् विद् धातुः विदज्ञाने इति अस्ति, परस्मैपदिनः अङ्गकार्यं प्रथमबिन्दुः हलादिपित्सु, उपधायां लघु इक्कः गुणः, विद विद् योगः ति, तत्र पुगुन्तलघुपदस्य इति सूत्रेण एकारस्य स्थाने एकारः भूत्वा वेद इति भवति, वेदयोगः ति वेत्ति इति भवति. अनन्तरं द्वितीयबिन्दुः अजादिपित्सु, उपधायां लघु इकः गुणः, विद् योगः आनि, तत्र लोट् उत्तमपुरुषे एकवचनमस्ति अत्र, विदयोगः आनि, तत्रापि पुगुन्तलघुपदस्य च इति सूत्रेण इकारस्य स्थाने एकारः भूत्वा वेद इति भवति, वेदयोगः आनि, तत्र वर्णमेलनमेव वेदानि इति भवति. तृतीयबिन्दुः अलादिपित्सु, नित्य च, तत्र गुणनिषेधः भवति, नित्वतः तत्र गुणनिषेधः भवति, वेद् विद् योगः तः, तत्र अपि वर्णमेलनमेव, परन्तु तत्र प्रथमदकारस्य दकारस्य तृतीयदकारस्य स्थाने करिषे इति सूत्रं भूत्वा प्रथमतकारः आगच्छति. अत्र वित् योगः तकारः, वित्त इति वित्तः इति अन्तिमरूपं निष्पन्नम् अत्र. अनन्तरं चतुर्थबिन्दुः अजादि अपित्सु अस्ति, तत्रापि किञ्चित् किञ्चित् नितिच गुणे निषेधः अत्रापि भवति, तत्रापि विधयोगः अन्ति इति भवति, तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव, अतः विदन्ति एव अन्तिमरूपं निष्पन्नम् अत्र. अनन्तरं बि इति सन्धिकार्यमस्ति, पठामि वा? आम् आम् पठतु. बि तत्र बि बिन्दुः सन्धिकार्यं करिच इत्यनेन चत्वं बहुत्र प्रवर्तते, तत्र विदो लटो वा. तृतीयाध्याये चतुर्थपादे त्रयशीतिः इति त्रयशीतिः तम इति सूत्रेण विद धातोः लटि विकल्पेन लिट् लकारस्य नवप्रत्ययाः प्रयोज्यन्ते. नल् अत्र हलन्त्यम् इति भवति, अनन्तरं तस्य लोपः इति सूत्रेण लकारस्य लोपः भवति, न एव तिष्ठति, न तत्र नकार उत्तरवर्ति अकारः अत्र. अतुः, उः, तल्, अयुः, आ, नल् नल् तत्रापि अकारः एव अनुबन्धलोपानन्तरं तिष्ठति. व, म, विदः पञ्चम्यन्तं, लटः षष्ट्यन्तं, वा अव्ययं, त्रिपदमिदं सूत्रं, परस्मैपदानां नलतुसुस् तलतुस् अनन्तरं गल्वमाह नल्वमाह इत्यस्य पूर्णतया अनुवृत्तिः, धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, विदः धातोः लटः परस्मैपदानां वा नलतुसुस् तलतुस् नल् नल्वमाह इति तत्र लट् स्थाने सर्वत्र लिट् रूपम् भविष्यति तत्र, तावदेव भगिनि. समीचीनं. तत्र विद्युद्धातुः इति बहुत्र अस्ति, केवलम् अदादिगणे इति नास्ति, अतः तद् वैशिष्ट्यमस्ति. विद् ज्ञाने इति अदादिगणस्य धातोः विषये एव एतत् सूत्रं, विधो लठो वा इति सूत्रं केवलम् अदादिगणस्य विषये इति वक्तुमिच्छति पाणिनिना. अतः तत्र विद्धातोः लट्लकारस्य परस्मैपदीप्रत्ययानां विकल्पेन नल् अतुस् उस् तल् अतुस् अ नल् व म इति आदेशः भवति. अस्य एव ग्रहणम् अन्येषां विद्धातूनां न इति वदति अनेन सूत्रेण. विदः इति पञ्चमी अन्तप्रयोगः तत्र अस्ति, अन्यत् किमपि नास्ति. अन्य विद्धातुः अन्ये विद्धातुः दातवः दिवादिगणे तुदादिगणे चुरादिगणे सन्ति, तेषां ग्रहणं न भवतु. रुधादिगणे अपि कश्चन विद्धातुः अस्ति, तस्य तु आत्मनेपदीप्रत्ययान् एव भवति. अतः तद् अत्र केवलम् अदादिगणे अस्य प्रसक्तिः. समीचीनं वा? आम् आं भगिनि. अस्तु, धन्यवादः भगिनि. अरुणा भगिनी अग्रे पठति वा? आं भगिनि, धन्यवादः. नमस्ते. लोट् लकारस्य अपि वैकल्पिकरूपाणि भवन्ति. विदं कुर्वन्ति अन्यानि अन्यतरस्याम् इति सूत्रेण निपातेन विदं कुर्वन्तु इत्यादीनि रूपाणि दीयन्ते. निपातेन इत्युक्तौ सिद्धरूपं दीयते, तत्र प्रक्रिया मास्तु. निपातनस्य कारणम् इदं यत् रूपस्य प्रक्रिया विधानार्थम् अधिकनूतनसूत्राणि अपेक्षितानि स्युः इति कृत्वा पाणिने मतानुसारं मास्तु. मतानुसारं मास्तु. रूपमेव भवतु. ओके, लोट्लकारे अपि विकल्पकरूपाणि भवन्ति. अत्र सूत्रमस्ति विदं कुर्वन्ति अन्यतरस्यां, तत् तृतीयाध्याये प्रथमपादे चत्वारिंशत्तमसूत्रम् इति सूत्रेण निपातेन विदं कुर्वन्तु इत्यादीनि रूपाणि दीयन्ते. निपात कुत्र अस्ति भगिनि? साक्षात् दीयन्ते तावदेव अर्थः तत्र. विधां कुर्वन्तु इत्येतत् अन्यतरस्याम् इति सूत्रम्. अत्र किं कुर्वन्ति पाणिनिः? तत्र विद् धातोः विधां कुर्वन्तु इति साक्षात् रूपं वदति. तत्र किमपि प्रक्रिया किमपि न वदति, तादृशं करोतु एतादृशम्. अत्र पूर्वसूत्रं यदा पश्यति चेत् तत्र नल् अतुः उः तल् अतुः इति प्रत्ययः एव पाणिनिना दत्तम्. वयमेव तत्र रूपं साधयामः किल, तादृशं किमपि नास्ति. अत्र साक्षात् रूपं डैरेक्ट्लि रूपमेव. तत् सः किं कृतवान्, चत्वारि कार्याणि अग्रे आगच्छति, तद् किमपि मास्तु, साक्षात् रूपम् एव स्वीकरोतु इति. बहुषु स्थलेषु तादृशम् अस्ति, साक्षात् रूपमेव एतद् रूपम् अस्ति भाषायां, स्वीकरोतु तावदेव. तत्र किमपि सूत्रेण तत्र साधनीयम् इति किमपि नास्ति. साक्षात् रूपं दत्तं. साक्षात् रूपम्. ओके, अद्य सः अत्र उक्तवान् अपि किमर्थं तादृशं कृतवान् इत्युक्ते, प्रक्रियाविधानार्थम् अधिकानि नूतनसूत्राणि अपेक्षितानि. लागममेव इच्छति पाणिनिना क्रिया किल, अतः अधिकसूत्रं मास्तु, एतदहं साक्षात् ददामि, भवन्तः तद् प्रयोगं कुर्वन्तु तावदेव. तत्र अधिकसूत्र नूतनसूत्राणि न आवश्यकम् इति कृत्वा. विदां कुर्वन्ति अन्यतरस्य लोटि परे विद् धातुतः आम् प्रत्यय लघु उपदा गुणाभावः लोट् परे विद् धातुतः आम् प्रत्यय आगच्छति लघु उपदा गुण न भवति लोट् लुक् लोडन्त क्रूधातो धातोः अनुप्रयोगः च इतीमानि चत्वारि कार्याणि मिलित्वा विकल्पेन भवति विद् उदाहरणं दत्तं विद् योगः आं प्रथमं विधां भवति अत्र लघु उपधा गुणः न आम् अस्ति गुणः न भवति लोट् लुक् अपि च क्रूधातो लोडन्तरूपाणि विधां करोतु ओ केवलं सूत्रं तत् विधां कुर्वन्ति ओके विधां करोतु विधां करोतु अत्र मकारलोपः भवति भगिनि करोतु विधां कुर्वन्तु तिङन्तपदम् इति अव्ययपदम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रं स्वयं सम्पूर्णं विधां कुर्वन्तु इति अन्यतरस्याम् अवगतं भगिनि सूत्रम् अस्ति विधां कुर्वन्ति अन्यतरस्यां लोट् लकार परे विद् धातुः आम् प्रत्यय आयाति आम् प्रत्ययकारणात् लघुपदा गुणः न भवति लोट् लुक् विद् अन्यरूपमस्ति भगिनि नो आम् अपि अस्ति लोट् लुक् तत्र तत्र कार्यचतुष्टयम् अस्ति तत् सर्वं स्वीकृत्य तत्र रूपं विधां कुर्वन्तु विधां करोतु इति विधां कुर्वन्तु इति तिङन्त पदं विधां करोतु इत्यपि लोडन् लोड्लकं भवति लोडन् लोडन् कृधातु अनुपयोगः चत्वारि कार्याणि मिलित्वा विकल्पेन भवन्ति विद् प्लस् आं विधाम् अत्र लघु उपधा न भवति लोट् लुक् अपि च कृधातु लोडन्तरूपाणि विधां करोतु विधं करोतु विधं कुर्वन्तु ओके कुर्वन्तु इति केवलं इदं सूत्रमपि विद्धातु ज्ञाने अदानिगणे एव अन्य विद्धातु तु अपि न न केवलम् अत्र एव अत्र एव अन्यत्र नास्ति अत्र एव अस्य कार्यं साक्षात् विधां कुर्वन्तु इति रूपम् आगच्छति अत्र एव अत्र करोतु कुरुताम् इति तद् रूपाणि खलु तत्र विधां विधां कुरुताम् अथवा कुर्वन्तु कुर्वन्तु लोटि सर्वत्र लोटि सर्वत्र लोट् तत्र प्रत्ययस्य लुक् भवति अनन्तरं कृ धातोः रूपाणि योजनीयानि विधां सत्यम् आम् लोटः लुक् लोट् इति यत् प्रत्ययः आगच्छति वयम् अन्यत्र तु ताम् अन्तु कुर्मः किल तस्य लुक् भवति अनन्तरं कृ धातुः योजनीयानि लोडन्तकृ धातुः लोडन्तकृ धातुः इत्युक्ते करोति कुरुतः कुर्वन्तु इत्येव किल तद् योजनीयानि अतः तद् इमानि चत्वारि कार्याणि विद्धातुतः अम्प्रत्ययः लघुपदगुण अभावः लोटः लुक् लोडन्तकृ धातुः इति चत्वारि कार्याणि मिलित्वा अस्माकं रूपं लो विधां करोतु कुर्वन्तु इति अतः सः पृथक्तया चत्वारि सूत्राणि न निर्मितवान् एकमेव सूत्रं तत्र साक्षात् उक्तवान् रूपमस्ति उपयोगं कुर्वन्तु इति तावदेव अत्र. अस्तु भगिनी, भवती एव अग्रे अपि पठतु. लङ्गि किं भवति? लङ्गि सिजभ्यस्तविधिभ्यश्च तृतीय अध्यायः चतुर्थपाद नव अधिकशतं. नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद्धातोः च परस्य झि प्रत्ययस्थस्थाने झुष् आदेशो भवति. सिच् च अभ्यस्तश्च विदिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधयः तेभ्यः सिजभ्यस्तविदभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदविधं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः जेर्जुष् इत्यस्मात् झेः जुष् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविधिभ्यः च नितः लस्य झेः जुष्. अत्र सूत्रमस्ति सिजभ्यस्तविदभ्यश्च नित्लकार अवस्थायां सिच् निमित्तानि सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद्धातोः च परस्य झि प्रत्यय पदं पुरुष बहुवचन प्रत्यय स्थाने जुष् आदेशो भवति. अत्र अनुवृत्तिचैतसूत्रम् अधिकारसूत्रं नास्ति भगिनि, अत्र कोऽपि नास्ति. अनुवृत्तिचैतसूत्रं सिजभ्यस्तविदभ्यः च नित्तः लस्य झेः जुष् झे जि स्थाने जुष् आगच्छति. अविद् योगः जि अविद् योगः उः अविदुः इति रूपं भवति. धातोः विषये वयं दृष्टवन्तः पूर्वं किल जुहोद्यादिगणे. आम् समानसूत्रमेव पुनः सिच् प्रत्ययः सिच् प्रत्ययपरे अपि दृष्टवन्तः लुङ्लकार. तदेव सूत्रम् अत्र अपि तत्र विद् इति धातुः साक्षात् उक्तम् इति कृत्वा तत्र अस्य सूत्रस्य प्रसक्तिः. दश्च अपि पठतु भगिनि. दश्च अष्ट अध्यायः तृतीय द्वितीयपादः पञ्चसप्ततमः. धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु आदेशो भवति सिपि परे रु अभावे दत्वम् एव. अलोन्तस्य इत्यनेन अन्तिमवर्णस्य दकारस्य एव स्थाने न तु पूर्णपदस्य. दः पञ्चम्यन्तं च अधेयपदं द्विपदमिदं सूत्रं सिपि धातोरुर्वा इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः पदस्य इति अधिकारः. अनुवृत्तिसहितसूत्रं दः च पदस्य धातोः रुः वा सिपि सूत्रमस्ति. दशश्च दश्च अत्र धातोः पदान्ते धकारः अस्ति, तदनन्तरं विकल्पेन रु आदेशः भवति सिपि परे सिप् प्रत्ययपरे. अत्र कुत्र आदेशः दकारस्थाने? केवलं दकारस्थाने एव रु आगच्छति अलोन्तस्य इति परिभाषेन. रुः आगच्छति. उदाहरणमस्ति अविद् योगः स् अवेद् प्रथमं गुणः भवति सिप् सकार पित् अस्ति. अवेद् योगस् हल्नाभ्यो दीर्घात् सुपित् सुतिश्च प्रक्तं हल् इत्यनेन हल् परतः अपृक्तसंज्ञकतस्य लोपः अवेद् अवस्थे पदसंज्ञापि भवति अवेत् वा अवसाने इत्यनेन विकल्पेन पदान्ते चर् आदेशः अवेत् अविद् योः स अवेद् इव स दश्च इति सूत्रेण अवे दकारस्थाने ऋकारुत्वम् अवेद् अवेरु कर्वसानयो विसर्जिनिः इत्यनेन विसर्ग आदेशः अवेः इति रूप अवगतं भगिनि. केवलं लङ्लकारे विद्धातुतः पदान्ते दकारस्य स्थाने विभाषेण रु आदेशः भवति. अत्र लङ्लकारे सिप् प्रत्ययपरे सिपि परे अत्र अवेद्योगसा सकारा इति हल्नाग्गु इति सूत्रेण लोपः भवति. तदनन्तरं पदसंज्ञा भवति अविद्य अवेद् अस्ति तत्र पदसंज्ञा भवति सकारलोपानन्तरं. ततः दश्च इति सूत्रेण दकार अवेद्य अस्ति दकारस्थाने रु आदेशः भवति दश्च इति सूत्रेण. तदनन्तरं कर्वसानयोः विसर्जनेः सूत्रेण ऋकारस्थाने विसर्गः अवेः इति रूपम्. अन्यरूपमस्ति अवेद्योगः पदसंज्ञार्थ कारणात् वा अवसाने इत्यनेन विकल्पेन चर्रादेशः भवति अवेत् भवति. रूपद्वयमस्ति अवेत् अवेः. आं सत्यं दश्च विकल्पेन भवति. सम्यक् भगिनि, धन्यवादः. समीचीनं, धन्यवादः. रूपाणि वदामः. श्रीवल्लि भगिनी लटि वदति वा प्रथमं? अस्ति वा श्रीवल्लि भगिनी? भगिन्याः कट् अभवत् वा? अस्तु, उषा भगिनी वदति वा लटि? आं भगिनि, विदो लटो वा ऐ डू लेटर् भगिनि, बट् जनरल् विद् योगः लट् विद् योगः तकारः तकारः पित् प्रत्ययः पुगन्तलघुपदस्य च इत्यनेन वेद् योगः ति वेद्योगः टि ऐ लास्ट् द थिङ्ग् वेद्योगः टि तेन करवसानयो न नाट् करवसानयो करि च इत्यनेन वेत्ति वेत्ति भवति. देन् तितः विद्योगः तः अपित् प्रत्ययः गुणः नास्ति. विद्योगः तः करीच इत्यनेन वित्तः भवति वित्तः भवति. विद्योगः अन्ति विदन्ति भवति. तितः सि विद्योगः सि पित् प्रत्ययः वेद् भवति. वेद्योगः सि करीच इत्यनेन वेत्सि भवति. देन् तितः सि तः विद्योगः तः अपित् प्रत्ययः खरिच इत्यनेन वित्तः भवति. देन् वित्तः वित्तः देन् विद् मिप् भवति. विद्योगः मि गुणः भवति. वेद्योग वेद्मि विद्वः विद्मः. विदो लटो वा इत्यनेन विद् धातोः लटि विकल्पेन लिट् लकारप्रत्ययः भवति. नवप्रत्ययाः प्रयुज्यन्ते. नलतु सु स्थलतु स नल्वमा इति प्रत्ययाः प्रयुज्यन्ते. विद् योगः नल् अकारः भवति. अनुबन्धलोपानन्तरम् अ एव भवति. विद् योगः नल् नल् सो विद् वृद्धि वा भवति. वृद्धि स्थानिवद्भावः किल पुगन्धलघुपदस्य च एव गुणः. ओ ओके, गुणः एव विद्योगः अ विद्योगः अ ओके सारी भगिनी मम ऐ गाट् अ फोन् काल् विधियोगः विधियोगः गुणः भवति वेदियोगः सो वेद वेद भवति देट्स् आल् भगिनि वेद वेद ओके विद्ज्ञाने किल विद्ज्ञाने इत्यनेनैव वेद इति आगच्छति तस्य अर्थः तदेव किल विद् योगः अतुः अतुस् अपित् भवति अपित् प्रत्ययः विदतुः भवति उः नल् अतुस् उस् उः भवति विद् योगः उः विद् विदुः विदुः भवति विद् योगः थल् पुगन्तलघुपदस्य च इत्यनेन गुण वेद् वेद् योगः त देन् करि च इत्यनेन वेत् वेत्त भवति देन् विद् योगः अतुः गुणः न भवति वेद वेद वेद् नाट् वेद् विद् अतुः विदतुः बट् विदतुः या नो करि च विदतुः देन् विद् योगः अ नल् अतुस् स्थल् अतुस् अ गुणः न भवति विद् योगः अ विद भवति नल्वम नल्वम विद् योगः अ उत्तमपुरुष एकवचनं विद् योगः अ वेद दिस् अगेन् वेद एण्ड् देन् उत्तमपुरुष द्विवचनं विद् योगः व विद्व विद्म विद्व विद्म समीचीनं विद्व विद्वः विद्म विद्मः समीचीनमेव ओके सम्यक् एव तत्र साधारणरूपं मी वहमः किल अत्र विसर्गः भवति अत्र विसर्गः नास्ति भगिनि एकः प्रश्नः भगिनि उत्तमपुरुष प्रथम प्रथम एकवचन प्रथम अत्र किं वेद गुणन वेद गुण भवति ओके ओके आं भवति एव तदेव प्रत्ययः आदेशरूपेण यदा आगच्छति तत्र स्थानिवत् भावेन यत् पूर्वं यद् प्रत्ययः आसीत् तस्य स्वभावः तावदेव तिष्ठति एतत् प्रत्ययः अपि तत् स्वीकरोति मित् इति पित् प्रत्ययः यद्यपि तत्र किमपि अन्यप्रत्ययः आगच्छति चेदपि मित् इत्यस्य स्वभावः पित्वं तत् स्थानिवत् भावेन तत्र अस्ति एव अस्य प्रत्ययस्य अपि अस्ति धन्यवादः आदेशप्रत्ययस्य तदेव अस्माकं प्रायः अग्रिमपाठः स्थानिवत् भावः इति परन्तु अत्र अस्य प्रयोगः अवश्यं भवति स्थानिवत् भावेन अस्य गुणः अवश्यं भवति वेद इति सम्यक् धन्यवादः महोदय लोट् लोट् वदतु वा महोदय लोट् प्रथमम् अत्र सामान्यरूपं विधियोग तु अत्र गुणः भवति वेदियोग तु वेद् तत्र खरिचैत्रेण तत्र दकारस्य तकारः वेत्तुः विधियोगतातन् अत्र तत्र वित् तत्रापि खरिचैत्रसूत्रकार्यं गुणः न भवति वित्तात् इति अपि च इदानीं तां विधियोगतां तत्र खरिचैत्रसूत्रस्य शक्तिः गुणः न भवति वित्ताम् इति भवति विधियोग अन्तु अत्र केवलं वर्णमेलनमस्ति विदन्तु इति विधियोग हि इति अस्ति विधियोग हि इति अस्ति तत्र हू जल्भ्यो हे धि इत्यनेन धि इति भवति गुणः न भवति हि इति अपि अस्ति अतः विद्धि इति विद्धि इति भवति केवलम् अपि च वित्तात् इति तातङ्ग इत्यनेन करिचैत्यनेन भवति वित्तात् इति तं विधियोगतं तत्र खरिचवित्थं त इति अस्ति खरिच इत्यस्य विधियोगत वित्त अपि च इदानीं तत्र आनि विधियोग आनि आनि पित् अस्ति अतः वेद आनि वेद वेद आनि वेदानि तथैव तत्र आव आमा अपि पितः अतः पितौ अत्र वेदाव वेदाम इति अपि च अन्यत् आसीत् किमस्ति तत्र वेदां विदाङ् कुर्वन्ति कुर्वन्तु इति अन्यतरसमित्यनेन तत्र विदाम् इति विदां विदां विदां करोतु विदां करोतु अथवा विदां कुरुतात् इति कुरुतात् विदां विदां कुरुतां विदां कुरुतां विदां कुर्वन्तु विदां विदां कुरु अथवा विदां कुरुतात् विदां कुरुतं विदां कुरुत विदां योगकरवाणि अतः विदां करवाणि करवाव करवाम विदां करवाव विदां करवाम इति रूपाणि समीचीनम् अस्तु विजया भगिनी लङ्गी वदति वा आं भगिनि तत्र सर्वत्र लुङ् लङ् ऋङ्षु अडुदातः इति सूत्रेण सर्वत्र अडागमः आगच्छति अनन्तरं विधि धातुः तत्र इकारः अस्ति पुगन्तलघुपदस्य इति सूत्रेण एकारः भवति अनन्तरं तत्र एतत्र लङ् रूपं तकारः अस्ति सो अवेत् इति भवति खलु भगिनि रूपद्वयम् अवेत् अवेत् वा अवसाने दकारः एव तिष्ठति अनन्तरं वा अवसाने इति सूत्रेण तत्र तृतीयवर्णस्य स्थाने प्रथमतकारः भूत्वा अवेत् इति भवति अतः रूपद्वयम् अस्ति अवेत् अवेत् इति अनन्तरं ताम् इति योजनेन तत्र किम् अस्ति तत्र तां यो तावदेव खलु भगिनि अवेत् तत्र अवि इति अस्ति चि किमस्ति गुणः भवति वा तत्र तां योजने धातुः विद् अस्ति तत्र किमस्ति करिचे इति सूत्रेण दकारस्य स्थाने प्रथमचकारः आगच्छति तावदेव खलु भगिनि तत्र योजनं तावदेव गुणः तु न भवति किं भगिनि गुणः न भवति गुणः न भवति तत्र गुणः न भवति तत्र तत्र अन्तु इति अस्ति अन्तुस्थाने तत्र अधुः तत्र किञ्चित् परिवर्तनम् अस्ति खलु भगिनि अत्र अतुः भगिनी पठितवती किल तद् अत्र तत्र ज्यूस् भवति जी स्थाने ज्यूस् भवति अत्र उकारः एव तिष्ठति उस् इति अनन्तरं तत्र ससजिषु रुः इति सूत्रेण ऋत्वं भूत्वा करावसानयोः विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति अतः तत्र अविदुः इति भवति सम्यक् अग्रे अनन्तरं तत्र तत्र किम् अस्ति सप्रत्ययः सकारः अस्ति खलु लङ्कारे सकारः अस्ति तत्रापि तत्र अडागमः भूत्वा तत्र तत्र विद् अस्ति गुणः भवति तत्र पुहतलघुपदस्य इति सूत्रेण एकरः भूत्वा अवे भवति अनन्तरं तत्र सकारः लोपः हल्काभ्यो दीर्घात् सुति सप्तकृतम् इति सूत्रेण सकारस्य लोपः भूत्वा समीचीनं भूत्वा तत्र विशेषम् आगच्छति खलु भगिनि तत्र एतदपि ससजुषुरुः इति सूत्रम् अनन्तरं करावसानयोः विसर्जनीयः तस्मात् पूर्वं दश्च भवति किल दक्षधातोः दकारस्य स्थाने रुः इति प्रथमम् आदेशः भवति दकारस्य स्थाने रुः इति प्रथमम् आगच्छति अनन्तरं ससजुषुर् न तत्र करावसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः भूत्वा अवेः इति भवति तावदेव खलु भगिनि अत्र तावदेव परन्तु रूपद्वयम् अवेः अवेद् अवेद् यत्र दश्च न भवति आम् अनन्तरं तत्र तत् तं योजनेन अवितम् एव भवति किमपि कार्यं नास्ति अनन्तरं बहुवचनमपि अवित एव अस्ति अनन्तरं तत्र तत्र अम्भावः अस्ति खलु तत्र अवेदम् एव संयोजनमेव तत्र पुगन्तलघुपदस्य च भवति वा न वा पुगन्तलघुपदस्य च इति कार्यं न करोति भगिनि किमर्थं किमर्थं चेत् तत्र न न भवेति एव येन तत्र इकार लघु इकारस्य स्थाने एकारः भूत्वा अवेदमिति भवति खलु भगिनि समीचीनम् आं सत्यम् अनन्तरं वकार मकारयोजनेन अविद्व अविद्म एव भवति तत्र कार्यं किमपि तावदेव संयोजनं तावदेव अत्र किमपि नास्ति समीचीनं धन्यवादः धन्यवादः श्रीवल्ली भगिनी श्रीवल्ली भगिनी आगतवती वा आं भगिनि चार्जिङ्ग् अस्तु नास्ति चिन्ता विधिलिङ्गि वदतु भगिनि आं भगिनि वित् यकः यात् सर्वाणि तथ्यानि अपि अस्ति कोऽपि कार्यं नास्ति केवलं वर्णमन्यं विद्यात् विद्याताम् अनन्तरं विद्युः विद्याः विद्यातं विद्यात विद्यां विद्याव विद्याम अत्र हन्धातुः तु वयं यदा गतपाठे कृतवन्तः अत्र सूत्राणि केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् एकवारं दृष्ट्वा रूपाणि साधयामः भगिनी भवती एव पठतु हन्धातुः अनन्तरम् अरुणा भगिनी रूपाणि वदति नकारान्तः हन्धातुः पदि हिंसागत्योः प्रथमम् अङ्गकार्यं हलादिपित्सु उपधायां ह्रस्वः अकारः न तु लघु इक् अतः कार्यं नास्ति अजादिपित्सु उपधायां ह्रस्व अकारः न तु लघु इक् अतः कार्यं नास्ति हलादि अपित्सु हन्धातोः नकारलोपः भवति अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपः अनुनासिक लोपो झलि ङिति इति सूत्रेण हन् योगः तः नकारस्य लोपः भूत्वा हतः इति रूपं भवति चतुर्थबिन्दुः अजादि अपित्सु उपधायां स्थितस्य खरलोपो भवति गमहनजनखनघसां लोपः नित्यनङ्गि इति सूत्रेण हन् योगः अन्ति ह्न् योगः अन्ति इति भवति अकार उत्तरवर्ति अकारस्य लोपः अत्र स्वरलोपः भवति हलादि अपितः तस् इत्या अपादयः अपित् सार्वधातुकाः, अतः सार्वधातुकम् अपित् इत्यनेन मिलित्वं निद्वत् झलादि नित् प्रत्यये परे हन् धातोः नकारलोपः भवति. अनुदात्तोपदेशवनति तनूत्यादीनाम् अनुनासिकलोपः जलि इति. वन् धातोः अनुनासिकान्त अनुदात्तोपदेशधातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपः भवति जलादि ङित् प्रत्यये परे. आं वन् धातोः अनन्तरम् अनुनासिकान्त अनुदात्त उपदेशधातोः अनन्तरम् अनुनासिकान्त तनादिधातोः विषये अनुनासिकस्य लोपः भवति जलादि कित् नित्प्रत्यये परे. अनुवृत्तिसहितसूत्रम् अनुनासिक अनुदात्तोपदेशवनति तनोत्यादीनाम् अङ्गस्य लोपः जलि इति भवति. अनुदात्तुः नकारस्य लोपः भवति. अनुनासिकान्त अनुदात्त उपदेशदातवः इत्यत्र हन् धातुः अस्ति, यं रं नं गं हन्, अतः हन् धातुः अपि स्वीकार्यम् अस्तु. अग्रे भगिनि, हन् योगः तः किं भवति तत्र? हन् योगः तः नकारस्य लोपः भवति, हतः इति रूपं भवति. एवमेव हन् योगः थः हतः अदादिगणे विकरणं नास्ति, विकरणप्रत्ययः नास्ति. गं योगः तः गतः, जङ्गं योगः थः जङ्गतः, यङ्लुकि विकरणं नास्ति. मन् योगः तः मतः, तन्योगः तः ततः, ता प्रत्यये परे ततः. रं योगः तः ततः, यं योगः तः यतः, ता प्रत्यये परे इति रूपाणि. तत्र मन् रम् इति अदादिगणे नास्ति किल, मन् धातुः मन्यते इति एव भवति, रमते तत्र द्वयं रम् धातुः अपि अदादिगणे नास्ति, अतः शान्तरूपं दत्तमस्ति. गम् अपि क्षम्यताम्, अस्माकं गम् धातुः अपि तत्र नास्ति, अतः अन् एव अदादिगणीयधातुः. समीचीनं भगिनि, अग्रे. अजादि अपित्सु अन्ति इत्यादिषु प्रत्ययेषु हन् धातोः उपधायां स्थितस्य अकारस्य लोपः भवति. हन् इति हिन् इति भवति, अकारस्य लोपः भवति. तदा हकारात्मे नकारः अस्ति, अतः ह स्थाने घकारादेशः भवति. हकारस्थाने घकारः भवति इति भवति. इति अजादि अपित् प्रत्यये परे अन्ति घ्नन्ति. आं सत्यं, गमहनजनकनघसां लोपः हिन्ति अनङ्गि. गं हन् जन् खन् घस् येषां धातूनाम् उपधायाः लोपः भवति अजादि कित् प्रत्यये परे. परन्तु अङ् प्रत्ययः चेत् लोपः न भवति. गं हन् जन् खन् घस् येषां धातूनाम् उपधायाः लोपः भवति. निमित्तम् अजादि कित् नित् प्रत्यये परे, परन्तु अनङ्गि अनङ्गि इति अन् प्रत्ययः चेत् लोपः न भवति. अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रमपि गमः गमहनजनघसाम् अङ्गानाम् उपधायाः लोपः अचि निति अनङ्गि. ओके, अग्रे भगिनि. अचि अजादि हो हन्ते न्युण्णेषु, हो हन्ते न्युण्णेषु हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति निति निति प्रत्यये परे नकारे परे च. हन्धातोः विषये एव हकारस्य स्थाने कवर्कादेशः भवति. निमित्तमस्ति मिति मिति प्रत्ययपरे नकारपरे च अपि. अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हः कु लिङ्गेषु. हन्योगः अन्ति समहानजनकनकसां लोपः किति नित्यनङ्गि इत्यनेन प्रथमं हकारस्य हकारलोपः भवति ह्न इति भवति. ह्न योगः अन्ति हो हन्ते निन्नेषु इत्यनेन कवर्गीय वर्णः हकारस्य स्थाने कवर्गीयवर्गः भवति. ह्न योगः अन्ति वर्णमेलने घ्नन्ति इति रूपं भवति. समीचीनं. हकारस्य स्थाने कवर्गस्य कीदृशवर्णः आगच्छति और् कः वर्णः आगच्छति? कण्ठ स्थाने स्थाने अन्तरतमः भगिनि हकारस्य स्थाने खकारः संवारनादघोष अतः तद् ककारस्य हकारस्य घकारः आदेशः. समीचीनम्. ओ इतोपि सूत्राणि सन्ति. लोटि अपि पठतु भगिनि. लोटि हन्तेर्जः हि प्रत्यये परे हन्धातोः स्थाने ज आदेशः भवति. आम् हि प्रत्यये परे केवलं हन्धातोः विषये हि प्रत्यये परे हन्धातोः स्थाने ज आदेशः भवति. अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य जः हौ हि प्रत्यये परे हौ मीन्स् हि प्रत्यये परे. अनेकाश्चित् सर्वस्य आदेशः अनेकाश्चित् च चेत् सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य. आं भगिनि सर्वस्य हन् स्थाने ज आदेशः भवति अनेकाश्चित् सस्य इति. अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने सर्वादेशः किल. अतः हन् धातोः स्थाने जकारः अनेकाश्चित् सर्वस्य इति परिभाषया भवति. एतद् स्मरति वा भगिनि? तत्र वयं गतपाठे एव पठितवन्तः. तत्र हन् धातोः यदा ज इति आदेशः भवति तत्र जकारः इति अदन्ताम् अङ्गम् अस्ति. इदानीं हि इत्यस्य अतो हेः इत्यनेन लुक् भवति वा न वा इति प्रश्नः. स्मरति चेत् वदतु. अन्ये स्मरन्ति वा कोऽपि? वयं पठितवन्तः प्रायः. तत्र हन् स्मरति वा महोदय पूर्णतया? हन् धातोः स्थाने जी वदतु पूर्णतया. लोपः भवितुम् अर्हति अकारः अस्ति तदपि अभियकार्यमस्ति भवति भगिनि. जकार अकार अस्ति अकार न भवति. हि इत्यस्य लोपः भवति वा? तदेव प्रश्नः. अतः किमर्थम् इति प्रश्नः. लोपः भवति चेत् किमर्थं, न भवति चेदपि किमर्थम्? आं महोदय वदतु. महोदय आभ्यकार्यम् इति कृत्वा अभिकार्यं अतः कार्यं प्रसिद्धं भवति इति अस्ति द्वितीय समनाशितकार्यम् इति. सम्यक् मम अवगमने नास्ति परन्तु असिद्धं भवति इति अस्ति तत्र. असिद्धमेव सत्यं सत्यम्. आम् असिद्धमेव सत्यं यद् भवान् उक्तवान् सम्यक् एव. तत्र हि इति प्रत्यये आश्रितकार्यं द्वयमपि अतो हेः हन्तेर्जः अन्तेः जः इति आदेशः अपि हि प्रत्ययस्य आश्रितकार्यम्, अतो हेः इत्यस्य कार्यमपि हि आश्रितमेव, समान आश्रयकार्यद्वयं. तत्र सूत्रसङ्ख्या किमपि न द्रष्टव्यं, सूत्रद्वयमपि आभीयकार्यम् इति वदामः. किमर्थम् इत्युक्ते अस्मिन् क्षेत्रे अस्ति, किं 6-4 किल, अन्तपर्यन्तं षष्टाध्यायस्य अन्तपर्यन्तम् अस्य गोचरः सीमा अस्ति. अतः तत्र यदपि कार्यं भवति, यदपि सूत्रेण कार्यं यद् विधीयते, अन्यत् सूत्रं तत् कार्यं न पश्यति तावदेव कार्यम् असिद्धं. तत्र सूत्रसङ्ख्या किमपि न द्रष्टव्यम्. अतो हेः इति सूत्रस्य दृष्ट्या अन्तेजः इत्यनेन यद् कार्यं कृतं तद् असिद्धम्. इदानीं तद् हन् इत्येव पश्यति, अतः तद् कार्यं न करोति, असिद्धं. तावदेव अवगतं वा? आं भगिनि. तावदेव, तत्र तावदेव कार्यं, किमपि अन्यत् नास्ति. अतो हेः हन्तेर्जः द्वयोः मध्ये आबीयकार्यमस्ति, आबीयक्षेत्रे अस्ति इति कृत्वा हन्तेर्जः इत्यनेन कृतं कार्यम् अतो हेः न पश्यति, अतः तद् कार्यं न करोति, असिद्धम्. अस्य दृष्ट्या असिद्धं, तत् कार्यम् असिद्धम्. अवगतं किल? आं भगिनि. स्वरूप् महोदय सर्वं कम्प्लीट् वन् क्लास् फुल्लि एतदेव अभवत् खलु भगिनि? अतो एवं वा, ह्यस्तनवर्गे वा पूर्वं वा? 2015. प्रायः आम्. परन्तु वयं तु एतद् गतपाठे एव कृतवन्तः किल, अतः एव अहं पृष्टवती. अस्तु, अत्र करपत्रे एव दत्तं भगिनि. आम् तदेव अहं संक्षिप्तरूपेण उक्तवती. अस्तु, अतः तत्र हन्धातुः रूपाणि साधयामः, रूपाणि साधयामः चेदेव अभ्यासः भवति. अस्तु, अरुणा भगिनी लटि वदति वा? तत्र सन्धिकार्यद्वयमेव, नश्चापदान्तस्य जलि अनुस्वारस्य इ परसवर्णः यत्र यत्र प्रसक्तिः अस्ति. अस्तु, आम् अरुणा भगिनी, अत्र गुणकार्यं नास्ति, एकवर्णः नास्ति. वयं अधुना पठितवन्तः नकारलोपः न भवति भगिनि. अजादिपित्वा, क्षम्यतां, हलादिपित्वा अपित्वा, हलादिपि अस्तु, अतः किमपि कार्यं तु नकार नश्च पदान्तजल् इति सूत्रेण नकारस्थाने अनुस्वर आगच्छति. तदनन्तरं अनुस्वरस्य ये परसवर्णः इति सूत्रेण तकार नकार अन्य पुनः आगच्छति, हन्ति इति रूपं भवति. सम्यक्. हन् योगः सः अत्र अपित् अस्ति, अतः नकारलोपः भवति. केन सूत्रेण? मम करपत्रम् अपगच्छत्. भगिनी वदतु भगिनी सूत्रं, मम अहं न वक्तुं शक्नोमि. अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपः जलि इति कृते परि. धन्यवादः. अनुनासिकलोपः अतः एव रूपं भवति. हन् योगः हन्ति अत्र हन् ओ अजादि अपित् ओ नकार हकारस्थाने घकार आगच्छति भगिनि तस्मात् पूर्वमेकं कार्यम् ओ ओ अकारलोपः भवति उपदाय सम्यक् केन सूत्रेण भगिनि आं पुनः गमहन सूत्रेण भगिनि लोपः किन्नित्य हकारलोप भवति हन् हकार नकार अन्ति हो अन्ते तेन घकार घनन् घनन्ति घ्नन्ति घ्नन्ति घन्ति घन्ति हकारस्य स्थाने कवर्गादेशः हकारस्य कवर्गः इति स्थानेऽन्तरतमः इत्यनेन चतुर्थवर्णः घ्नन्ति घ्नन्ति घ्नन्ति हन् योगः सित् सि पित् अस्ति नकारलोपः न भवति नकार नश्च पदान्तस्य जलि इति सूत्रेण अनुस्वर सि हंसि अत्र सि परसवर्ण नास्ति हंसि भवति हन् योगः तः अलादि अपित् अस्ति नकारलोपः भवति अनुदात्तपदेशे तदेव भगिनि आं सत्यं अनुदात्तपदेश वनति तनोख्यादीनाम् अनुनासिकलोपो जलि इति हतः हथ हन् योगः मि पित् अस्ति हन्मि भगिनि हन्मि हन्मि हन् योगः वः अत्र जल् नास्ति अपित् अस्ति अपित् अस्ति हन्वः हन्मः हन्वः हन्मः सम्यक् तावदेव तत्र केवलं तत्र अनुदात्त उपदेश इति द्विवचने भवति अनन्तरम् अपित् अस्ति अजादि अपित् अस्ति चेत् गमः न जन होहन्तेर्निन्नेषु अपि बहुवचने प्रथमपुरुष बहुवचने तावदेव कार्यं तत्र सम्यक् धन्यवादः धन्यवादः उषा भगिनी लोटि वदति वा आं भगिनि हन् योगः तु पित् प्रत्ययः ह्रस्व उपादायं ह्रस्वकारः गुणः नास्ति अतः कार्यं नास्ति हन्तु भवति जलि तात् जलि अस्ति पित् नास्ति सो जलि किङिति अनुदात्त उपदेशे वनति तनोति आदीनाम् अनुनासिकलोपः जलि किङिति इत्यनेन नकारलोपः भवति हतात् भवति हन्तु हतात् देन् तु ताम् अपि अपित् कित् ङित् प्रत्ययः ङित्वत् भवति ताम् इति जलि अपि अस्ति अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपः लोपो जलि किङ् इति इत्यनेन अनुनासिकलोपः भवति नकारलोपः भवति हन् इति ह भवति हतां भवति देन् अन्तु हन् योगः अन्तु हन् योगः अन्तु वाट् इस् देट् सूत्र धकारलोपः भवति अन्तु इति ङित् भवति अचि इति भवति गमहनजनखनगसां लोपः किङिति अनङ्गी इत्यनेन उपदालोपः भवति हन् इति ह् हन् इति ह् न् भवति ह् न् योगः अन्तु ह्नन्तु होहन्ते ङिण् नेषु होहन्ते ङिण् नेषु इत्यनेन नकारः परः अस्ति ह् परः नकारः अस्ति हकारः तत्कारणात् ता घ भवति गणन्तु भवति हन्तु हतात् हतां गणन्तु हन् हन् योगः हि हन् योगः न हि भवति हन् योगः हि हि इति हलादि अपित् हलादि अपित् हलादि अपित् नो अन्धात् उपदेशेनो हन्तेर्जः हन्तेर्जः इत्यनेन हन्तेर्जः इत्यनेन हि प्रत्यये परे हन्धातोः जकार आदेशः भवति हन्स्थाने जकार आदेशः भवति ज योगः हि अतो हेः इत्यनेन हि हि लोपः भवति अतः अदन्त अदन्तम् अस्ति चेत् आबीयकार्यं अतो हेः इति सूत्रं हन्तेर्जः इति सूत्रस्य कार्यं न दृश्यति तत्कारणात् अतो हेः इत्यस्य प्रसक्तिः नास्ति एव अतो हेः इत्यनेन हन् एव दृश्यति बट् हन्ते जः जः इत्यस्य सूत्रस्य कार्यं न दृश्यति सो ज योगः हि हि अस्ति लोपः न भवति जहि इति रूपं भवति जहि अण्ड् देन् हन् योगः तात् जलि जलि अस्ति अनुदात्त उपदेशे वन्ति तनोत्यादीनाम् अनुनासिकलोपः झलि किङिति इत्यनेन नकारलोपः भवति अनुनासिकलोपः नकारलोपः हतात् भवति जहि हतात् तामन्तु नो चिन्तं तं हन् योगः तं हन् तम् अपि झलि अस्ति नकारलोपः भवति अनुदात्त उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जलीकिङिति इत्यनेन नकारलोपः हतं भवति हत दिन्न तु तम् अन्तु नो चेत् तं त हत भवति अनुनासिकलोपः भवति देन् आनि आव आम हन् योगः आनि वर्णमेलनमेव हनानि हनाव हनाम समीचीनम् तावदेव तत्र सम्यक् भगिनी धन्यवादः महोदय लङ् वदति वा अत्र हन् जहि इत्यत्र किमस्ति तत्र अनुदात्त उपदेश वनति तनोति इदानीं जलि कीति इत्यस्य प्रसक्तिः अपि अस्ति खलु हन्तेर्जः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति खलु तत्र आम् तत्र प्रभाद्ये एव आगच्छति हन्तेर् हन्तेर् इति प्रति उक्तं किल साक्षात् उक्तं तत्र तस्यापि प्रसक्तिः अस्ति अवश्यम् अस्ति हन् योगः हि इति यदा आगच्छति तदा एव अस्य प्रसक्तिः अस्ति अनुदात्त उपदेशवनति तनोत्यादि इत्यस्य प्रसक्तिः अस्ति तद् प्रभादे एव हन्तेर्जः आगच्छति तत्र हन् स्थाने ज इति भवति आम् आं भगिनि पूर्णतया एतत् लोपः भवति खलु पूर्णतया आदेशः अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः अतः तद् आगच्छति एव अवश्यम् आगच्छति समीचीनं वा अस्तु आं भवतः क्रमः एव लङ् अस्तु अस्तु हन् हन् हन् अत्र अडागमः भवति अहन् सर्वत्र अहन् इति अस्ति लुङ् लङ् लङ् लुङ् लङ् लुङ्श्चु अट् उदात्तः अहन् अहन्योग त अहन्योग त इति अस्ति तत्र हल्ग्याभ्यो दीर्घ सूति सि अपत्र हल् इत्यनेन तत्र लोपः भवति अहन् इति रूपम् अहन्योगताम् अहन्योग अहन् अहन्योगताम् इति अस्ति तत्र किमस्ति तत्र अनुदात्त उपदेश वनति तनोति इति वनति तनोति इत्यादीनाम् अनुनासिकलोपः जलिक् इति इत्यनेन कित् अस्ति अतः नकारस्य लोपः भवति अतः अहताम् इति अस्ति देन् अहन् योग अन्ति अत्र अहन् योग अन्ति इति अत्र अकारस्य लोपः भवति गमहन खन गसां लोपः किति अनङ्गि अत्र अजादि अचि अजादि किति नीति तत्ति अस्ति अतः तत्र हकार हकार उत्तराकारस्य लोपः भवति अनन्तरं हो हन्तेर् हन्तेर् निन्येषु इत्यनेन तत्र हकारस्य घकारादेशः भवति अतः ककारस्य हकारस्य कवर्गीय भवति परन्तु गकारः भवति अतः अघ् अघ्नन् इति अघ्नन् इति भवति अग्रे हन् अहन् योग सि इति सकार अस्ति हल्ङ्गाभ्यो दीर्घ सु ति सि अपृत्तहल् इत्यनेन लोपः अहन् एव तिष्ठति अहन् एव अस्ति अहन् योग तम् अत्रापि उपदेश वनति तनोति उपदेश वनति तनोति द्या वनोति वनति तनोति आदीनाम् अनुनासिकलोपः झलिक् इत्यनेन तत्र नकारः लोपः भवति अहतम् इति अग्रे अहत अत्रापि नकारस्य लोपः अनुदात्तोपदेश वनति तनोति द्या अनुनासिकलोपः झलिक् इत्यनेन तत्र अहत अग्रे अहन् अहन् योग अम् अहनम् इति तत्र केवलं वर्णमेलनम् अहन् योग वा अत्र लोपः न भवति जलि नास्ति अतः अहन् वा अहन् वा इति रूपं समीचीनं सम्यक् अस्तु विद्या भगिनी विदुलिङ्गि भगिनी अत्र तत्र लङ्लकरे प्रथमपुरुष बहुवचनं रेपः आगच्छति खलु भगिनि रेपः कुतः भगिनि अहन् योगः अन् एव किल अघ्नन् अघ्नन् इति भवति विधिलिङ्गि वदतु विधिलिङ्ग् भगिनि तत्र हन् धातोः हन् धातोः यात् अस्ति अत्र किमपि कार्यं नास्ति भगिनि यात् एव मेलनम् अत्र रूपाणि वदतु भगिनि तत्र हन्यात् हन्याताम् अन्युः अनन्तरं हन्याः अन्यातम् अन्यात् हन्यां हन्याव हन्याम एव तत्र संयोजनमेव सर्वत्र किमपि कार्यं नास्ति समीचीनं प्रत्ययः परः नास्ति अतः नकारलोपः न भवति इत्येव समीचीनम् अग्रिमधातुः पठतु भगिनि ईर् इति अग्रिमधातुः रेपान्तः रेपान्तः रेपान्तः इर् इत्युक्ते इर् धातुः आत्मनेपदी गतो कम्पने च इति प्रथमबिन्दुः अङ्गकार्यम् उपादायं दीर्घः ईकारः लघु ईक् इति न अतः अङ्गकार्यं नास्ति सन्धिकार्यम् अस्ति वा इति पश्यामः चेत् अत्यन्तं न्यूनं यतः रेपात् परे तकारः तकारः धकारः एते हलः सन्ति चेत् केवलं संयोजनम्। अनन्तरम् आम् रेपः इन् प्रत्यहारे अस्ति, अतः रेपात् परे सकारः चेत् आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने मूर्धन्य शकारः आगच्छति। ईर् योगः से, ईर् योगः शे इति भवति, ईर्षे इति अन्तिमरूपं निष्पन्नमत्र। ईर् धातुः अजादिः, अतः लङि आडजादीनाम् इत्यनेन आडागमः, आटश्च इत्यनेन वृद्धिः भवति। आ योगः ईर् ऐर् इति आटः इति सूत्रेण वृद्धिः भूत्वा ऐर् इति भवति। अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि। उपरि दत्तानां नियमानाम् आधारेण रूपः चिन्तनं करोतु इति। तत्र धातुः ईर् एव खलु भगिनि? आम्, ईर् एव। तत्र किमपि कार्यं नास्ति, एकमेव कार्यं, तदपि आदेशप्रत्ययोः से प्रत्यये परे। रेपान्तधातुः इति कृत्वा रेपः इन् प्रत्याहारे अस्ति इति कृत्वा केवलम् आदेशप्रत्ययोः इत्यस्य कार्यं, किमपि अन्यकार्यं नास्ति इति। लटि वदति वा? ईर् योगः ते, आत्मनेपदि प्रत्ययः। तत्र किमपि कार्यं नास्ति खलु भगिनि, तत्र ईर्ते एव सत्यं। किमपि तत्र अङ्गकार्यम् उपादायं दीर्घः ईकारः, अतः तत्र अङ्गकार्यं नास्ति। अनन्तरं आते इति अस्ति, तत्र अपि ईराते इति भवति। सम्यक्, अग्रे खलु भगिनि, ईराते सत्यम्। अनन्तरम् अते अस्ति, ईरते इति भवति सत्यम्। अनन्तरं मधुमपुरुषे एकवचनं मधुमपु ईर् इति अस्ति, तत्र सकारः अस्ति, तत् स्थाने मूर्धन्यशकारः आगच्छति, ईर्षे इति भवति। मधुमपुरुषद्विवचनमपि ईराते एव, अनन्तरं द्वे योजनेन ईर्द्वे भवति। अनन्तरं तत्र एकारः अस्ति, अकार एकार मेलनेन ईरे इति भवति। अनन्तरम् ईर्वहे ईर्महे कार्यं तावत् अत्र संयोजनमेव, बहु सुलभधातुः एव, सुलभः ईर्वहे ईर्महे इत्येव। समीचीनं, धन्यवादः। अरुणा भगिनी लोटि वदति वा? आं भगिनि, लोट्लकारे थाम् इति प्रत्ययः अस्ति, ईर् थाम् केवलं वतमेलनमेव, ईरा थाम् आताम् इति प्रत्ययः, ईरताम् स्या अस्ति, ईश् आदेशप्रत्ययः इति सकारस्थाने मूर्धन्यशकार, ईष्यः ईष्याथाम् ईराथाम् ईराताम् ईरध्वम् ईरा ईरै ईरावहै ईरामहै। समीचीनं, तावदेव, अत्र किमपि कार्यं नास्ति, आदेशप्रत्ययोः एव। सम्यक्, श्रीवल्ली भगिनी लङ्गी वदति वा? आं भगिनि, ईर् इति अजधातुः, आडजादिनम् आटागमः भवति, आटश्च इत्यनेन वृद्धिः भवति, अङ्गं भवति ऐर्, ऐर् योगः आत्मनेपदि धातु, ऐर् योगः ता, सर्वे धातोः अपि तस्ति, ऐर् योगः ता, ऐर् ता, ऐर् योगः आताम् ऐराताम्, ऐर् योगः अत ऐरत, ऐर् योगः थाः, ऐर् अत्थाः ऐर्योगः अथाम् ऐराथाम् ऐर्योगः द्वम् ऐर्ध्वम् ऐर्योगः ई ऐर्योगः वहि ऐर्वहि ऐर्योगः महि ऐ ऐर्महि समीचीनम् ऐर्वहि ऐर्महि अत्रापि किमपि कार्यं नास्ति केवलम् इकारः इति कृत्वा आडजादीनाम् आटश्च इति समीचीनम् उषा भगिनी विधिलिङ्गि वदति वा आं भगिनि ईर् ईर् धातु ईर् योगः ईत विधिलिङ्ग् ईर् योगः ईत ईरीत ईर्योगः ईयाताम् ईर्योगः ईर्योगः ईयाताम् ईरीयाताम् ईरीयाताम् ईर्योगः ईरन् ईरीरन् मध्यमपुरुष एकवचनम् ईताः ईर्योगः ईर् धातु ईर्योगः ईताः ईरीताः द्विवचनम् ईर्योगः ईयाताम् ईरीयाथाम् बहुवचनम् ईध्वम् ईर्योगः ईध्वम् ईरीध्वम् ईर्योगः ईय उत्तमपुरुषः एकवचनम् ईरीय ईरी बहि ईरीमहि समीचीनम् ईर् इति गतौ कम्पने इति अर्थे भवति समीचीनम् अस्तु अत्र अग्रिमधातुः अस्ति सम्प्रसारणकार्यं वश् धातुः इति तत्र कार्यं कार्याणि सन्ति अतः अग्रिमसप्ताहे पठामः पठिष्यामः रूपं किञ्चित् साधयतु सम्प्रसारणधातुः इति मनसि भवेत् वश् इति धातुः सम्प्रसारणधातुः अतः कार्याणि तु अवश्यं भवन्ति एव वश् धातुः अनन्तरं किम् अस्ति ईशः से ईश् धातुः वयं यदा पूर्वम् ईड् जनोर्द्वे कृतवन्तः किल समानसूत्रमेव ईड् जन् इति तद् ईशः से इति अपि तत्र एव वयं दृष्टवन्तः समानकार्यमेव भवति ईड् जनोर्द्वे इत्यस्य प्रसक्तिः धातुद्वयं साधयतु पश्यामः अग्रिमसप्ताहे कथं कियत् पर्यन्तं कर्तुं शक्नुमः इति अस्तु धन्यवादः धन्यवादः धन्यवादः भगिनी